गतरविवासरे स्वादिगणे इति विषये अस्माकं अस्माभिः यानि यानि सूत्राणि सन्ति तानि सर्वाणि प्रायः सर्वाणि अस्माभिः पठितानि. इदानीम् अस्माकम् अभ्यासकार्यम् इति प्रवर्तते. तत्र भिन्नभिन्नधातूनां कृते लट् लोट् लङ् विधिलिङ् इति लकारेषु रूपाणि कथं निर्मीयन्ते इति अस्माकम् अभ्यासः अस्ति. तदेव अद्य अपि कुर्मः. अस्तु, तर्हि प्रथमं तु मीना महोदय. आं महोदय. तर्हि इदानीम् अस्माकं कार्यमस्ति शक् धातु अस्ति. शक् धातु, शक् धातु कृते लट् लटी रूपाणि कानि कानि सन्ति इति वदतु. शक् धातु हलन्त धातु परस्मैपदी अस्ति. रूपाणि कानि कानि सन्ति, सूत्राणि अपि कानि सन्ति इति सर्वं वदतु. शक् धातु इति हलन्त धातु. लटि लटि शक् नु स्वादिगणे स्नु भवति. अत्र लसकुतज्ञे शकारः लोपः, नु एव अवशिष्यते. शक् नु इति योगः ति इति भवति. ति इति पित् अस्ति, तस्मात् सार्धातु आर्धधातुकयोः इति सूत्रेण शक्नो ति शक्नोति इति भवति. शक् नु तः इत्यत्र तत्र तस् प्रत्ययः अपित् अपित् अस्ति. किं सूत्रेण न विभक्तौ अपित् अस्ति, तस्मात् गुणः न भवति, न शक्नुतः एव अवशिष्यते. शक्नु अन्ति इति तत्र अन्ति इति अजन्तप्रत्ययः अस्ति. अजादिप्रत्ययः अस्ति. तत्र शाचिष्णु दातु ब्रुवां प्रथमं तु वदतु, पित् अस्ति वा अपित् अस्ति? पित् अस्ति वा अपित् अस्ति वा अत्र यत्र सर्वे प्रत्ययाः तत्र ये बोल्ड् मध्ये न सन्ति ते अपित् सन्ति. अत्र मम समीपे नास्ति. अपित् अपित् अस्ति, तस्मात् गुणः न भवति. परन्तु अचिष्णु धातु ब्रुवाङ्ग्य वङ् इति सूत्रेण शक् नु शक् ऊकस्थाने ऊग् भवति. शक् उव अन्ति शक् शक्नुवन्ति इति अवश्य अन्तिमरूपं भवति. सि सिप् अस्ति, अत्र पकार पित् अस्ति. शक् शक् नु सि सार्वधातुकात् अर्धधातुकयोति सूत्रेण शक्नो शक्नोति. परन्तु अत्र आदेशप्रत्ययोः इति सूत्रेण षत्वं भवति. तत् शक्नो शक्नु शक्नोषि इति रूपम् अवशिष्ट शक्नोषि शक्नु गुणः भवति खलु. गुणः भवति शक्नोषि शक्नोषि. शक्नु शक्नुतः इति स्थिते अत्र तः अपि अस्ति, तस्मात् शक्नुतः एव अनुशथ शक्नुतः एव मी शक् शक् नु मी इति मिप् अस्ति, तस्मात् पित् अस्ति, गुणः भवति शक्नोमि. वहामः अपि अस्ति तस्मात् शक्नुमः शक्नुमः. सम्यक्, बहु सम्यक्. तर्हि इदानीं सूत्राणाम् आधारेण लट् लकारे रूपाणि कथं निर्मीयते इति शब्धातु कृते इति वयं जानीमः. अस्तु, धन्यवादः महोदय. अग्रे शब्धातु लोट् लकार, लोट् लकारः. विजि महोदय वदतु. प्रयत्नं करोमि महोदय. शक् धातु स्नो शक् प्रत्ययः, प्रत्ययः पुरतः सन्ति खलु, लकारः. आं महोदय. तु तात् तामन्त वदतु. शक्नु शक्नु योगः तु, शक्नु योगः तु जानाति. तु इति प्रथमं तु द्रष्टव्यं, तु इति पित् अस्ति वा अपित् अस्ति. अपित् अपित् अस्ति. पित् अस्ति. पित् अस्ति. पित् अस्ति. अतः सर्वप्रथमं किं करणीयं? गुणः भवति. केन सूत्रेण? पुगन्धलरूपदस्य न न न सारुधातु इति नो भवति गुणः. भवता ध्वनि न श्रूयते. हलो, अधुना सम्यक् अस्ति. शक्नो शक्नो भवतु, शक्नोतु वा. शक्नोतु. सम्यक्, शक्नोतु. ओके. तदनन्तरं तात् शक्नु प्लस् तात् शक् तात् तातङ् इति ङित् अस्ति. अतः गुणकार्यस्य प्रसक्तिः नास्ति एव. अतः शक्नुतात् इति रूपं भवति वा? शक्नुतात् केवलं वर्णमेव. ओके. तदनन्तरं शक्नु प्लस् ताम् इति ताम् अत्रापि गुणकार्यं न भवति. ताम् इति किं नित्यस्य सूत्रं तां तस्तामिपां तान्तन् इति सूत्रं न इति सूत्रेण अद् भवति इति कारणेन गुणकार्यं न भवति किल महोदय. न, प्रत्ययः मूलतः अपि पित् नास्ति खलु. शक्नुताम् एव. शक्नुताम्. अग्रे अन्तु. शक्नु ओहो अत्र अदादि शक्नुवन्ति. प्रथमं वदतु, अन्तु पित् अस्ति वा अपित् अस्ति? प्रथमं कार्यमस्ति पित् अस्ति वा अपित् अस्ति वा इति द्रष्टव्यम्. अपित् अपित् अस्ति. तदनन्तरम् अचि ब्रूदातु सूत्रेण. न वदतु. अचिष्णु धातु ब्रुवां गौर्यम् उमङ्गौ. ओहो, अचि स्नु धातु ब्रुवां व्योरिवं युवाङ्गम् इति सूत्रेण. इति सूत्रस्य अपवादः अस्ति किल महोदय अत्र? सार्वधातुके इति सूत्रस्य निमित्तं किम्? संयोगपूर्वः अस्ति खलु. संयोगपूर्वः अस्ति वा? शक्नु मध्ये उकारः संयोगपूर्वः अस्ति वा असंयोगपूर्वः? संयोगपूर्वः अस्ति किल. अतः सूत्रस्य प्रसक्तिः नास्ति. अतः प्रसक्तिः अस्ति किल? नास्ति. उष्णुवः असंयोगपूर्वस्य कृते अस्ति, प्रसक्तिः नास्ति. शक्नु अतः एतत् सूत्रमेव अचि स्नु धातु ब्रुवां व्योर्युवङ् वङ्गौ इति सूत्रेण कार्यं. शक्नु वन्तु शक्नुवन्तु तदनन्तरं मध्यमपुरुष एकवचनं हि इति शक्नुहि एव अत्र शक्नुहि अपि अस्ति. अदन्तदातु अतः अतो हि न अदन्त नास्ति खलु अनदन्तम् इति अनदन्तम् इति शक्नुहि सम्यक् अस्ति शक्नुहि इति तदनन्तरं तात् तात् अपि शक्नुतात् एव वर्णमेलनम् एव अत्र तदनन्तरं द्विवचने तं शक्नुतं वर्णमेलनम् एव तदनन्तरम् अत्रापि किमपि कार्यं नास्ति महोदय शक्नुत इति उत्तमपुरुष एकवचनं आनि इति शक्नु पित् अस्ति वा अपित् अस्ति अपित् आडुत्तमस्य पिच्च इति अतः किं करणीयं पित् अस्ति गुणकार्यं गुणकार्यम् अस्ति शक्नु योगः आनि शक्नो योगः आनि वा शक्नो योगः आनि तदनन्तरं ये च वयावः सूत्रं वा महोदय शक्नुवानीय ओ स्थाने अव् भवति शक्नुवानि तदनन्तरं शक्नु योगः आव अत्रापि आड् उत्तमस्य पिच्छ इति सूत्रकार्यं सो शक्नो शक्नु तदनन्तरं शक्नवाव अनन्तरम् अपि शक्नवाम इति सम्यक् शक्नवानि शक्नवाव महोदय बहु सम्यक् धन्यवादः महोदय विजया महोदय लङ्लकार नमस्कारः भजि नमस्ते तत्र सिद्ध तिङ् प्रत्ययाः सन्ति लङ्लकारे इत् ताम् अण् इस् तं त अम् व म इति अस्ति सर्वत्र लङ् लङ् लङ् लकारः अस्ति अतः लुङ् लङ् लङ्क्षु उडा उदात्तः इति आगच्छति अत्र अतः सर्वत्र अट् एव आगच्छति शक्नु इति अस्ति चेत् सर्वत्र आ योजनं करणीयम् अतः आयोगः शक्नु अशक्नु इति आगच्छति तत्र सिद्धतिङ् प्रत्ययः ता इति अस्ति अनन्तरं तत्र पित्वमस्ति अतः गुणकार्यमस्ति सार्वधातुक आर्धधातुकयोः प्रसक्तिः अस्ति अत्र अतः उकारस्य स्थाने ओकारः आगच्छति शक्नोत् इति आगच्छति किं प्रथमपुरुषे एकवचनं पुनः वदतु रूपं किं शक्नोत् इति आगच्छति ओ अशक्नोत् खलु अशक्नोत् अशक्नोत् इति आगच्छति प्रथमपुरुषे एकवचनं अनन्तरं शक्नुताम् इति अस्ति तत्र अपित् अस्ति अतः गुणनिषेधः अस्ति वर्णमेलनमेव अशक्नु योगः ताम् अशक्नुताम् इति अस्ति अनन्तरम् अशक्नु वन् इति अस्ति तत्र तत्र उवङ्ग् अचिष्णोर् ब्रो युवो रिवङ्ग् एतत् कार्यं करोति अत्र युवोर् युवोर् उवङ्ग् इयङ् एकनिमिषं अचिष्णुवोर् ब्रुवो इवङ्ग् उवङ्ग् इति अस्ति अचिष्णु धातु ब्रुवाम् अचिष्णु धातु ब्रुवो युवोर् इवङ्ग् युवोर् उवङ्ग् इति अस्ति एतत् सूत्रम् अनन्तरं तत्र गुणनिषेधः भवति तत्र उवङ्ग् आगच्छति अतः उकारस्य स्थाने वकारः आगच्छति शक्नुवन् इति अस्ति प्रथमपुरुषबहुवचनं अनन्तरं शक्नुवन् इति अस्ति अनन्तरं शक्नोः अशक्नोः इति अस्ति मध्यमपुरुषे एकवचनं अशक्नोः तत्र अपि अशक्नु इति अस्ति अनन्तरं तत्र पितुम् अस्ति अतः गुणकार्यम् अस्ति सार्वधातुक आर्धधातुकयोः गुणः भूत्वा तत्र अशक्नोः इति अस्ति अशक्नोस् अस्ति खलु सकारस्य विसर्ग सकारस्य स्थाने आदेशप्रत्ययोः शकारः भवति पर अनन्तरं अत्र सकारः अस्ति खलु सकारः अस्ति जि तत्र ऋत्वं सचजुचुरुः इति सूत्रेण ऋत्वम् आगच्छति अनन्तरं रेपस्य स्थाने कर अवसानयोर्विसर्जनीयः इति सूत्रेण विसर्गः आगच्छति अशक्नोः इति अशक्नोः सम्यक् अनन्तरम् अशक्नुतं तत्र अपि वर्णमेलनमेव अशक्नु योगः तम् तत्र अपित् अस्ति गुणनिषेधः अस्ति अनन्तरमपि वर्णमेलनम् अशक्नुयोः त अशक्नुतः अशक्नुत अनन्तरम् अशक्नुवम् इति अस्ति तत्र पित् अस्ति अतः अनन्तरं तत्र अपि अशक्नुवं तत्र वम् इति अस्ति अम् इति प्रथमम् अस्ति परन्तु यचो यव यावः इति सूत्रेण किं किम् अशक्नु योगः अम् अत्र पित् अस्ति खलु अशक्नु योगः अम् अस्ति तत्र उकारस्य स्थाने इत् भवति न उकारस्य स्थाने ओकारः भवति अशक्नो इति अनन्तरम् अम् अशक्नो योगः अम् अस्ति गुणः केन सूत्रेण भवति सार्वधातुक आर्धधातुकयोः अनन्तरं तत्र अशक्नो योगः अम् अस्ति यचो यव यावः इति सूत्रेण ओकारस्थाने अवादेशः तत्र कृत्वा अशक्नवम् इति अस्ति उत्तमपुरुष एकवचनं अनन्तरम् उत्तमपुरुष बहुवचनं अशक्नुव तत्र अशक्नुम तत्र गुणकार्यं निषेधमस्ति तत्र वर्णमेलनमेव अशक्नुव अशक्नुम इति अशक्नवम् अशक्नुव अशक्नुम अशक्नुवम् अशक्नुव अशक्नुम सर्वे अवगच्छन्ति वा प्रश्नः अस्ति चेत् वदतु पृच्छतु अस्तु नास्ति चेत् अग्रे गच्छामः महोदय अत्र अडागमः भवति पूर्वं शक्नु धातो पूर्वं लङ् लङ् प्रत्यये परे तत्र सूत्रं किं लुङ् लङ् लुङ् श्व उदात् लङ् लुङ् श्व उदातु लङ् लृङ् श्व उदातु उदातः अट् आगमः भवति तावदेव अस्तु भगिनि अस्तु जि धन्यवादः अग्रे रघुपतिमहोदय विधिलिङ्ग् लकार आम् महोदय यात् यातां युः याः यातां यात याम याव याम अत्र अपित् अस्ति हलादि अपित् अस्ति अत्र अतः किमपि कार्यं नास्ति केवलं वर्णमेलनमस्ति शक्नुयात् यत् शक्नुयात् शक्नुयातां शक्नुयुः शक्नुयाः शक्नुयातां शक्नुयात शक्नुयाम शक्नुयाव शक्नुयाम इति अत्र कार्यं नास्ति किमपि कार्यं नास्ति नास्ति सम्यक् तर्हि अत्र सर्वाणि सर्वे प्रत्ययाः हलादि अपित् सन्ति हलादि अपितः सन्ति अतः किमपि कार्यं नास्ति केवलं वर्णमेलनम् अस्तु तर्हि इदानीं हलन्तधातु परस्मैधातु कृते चतुर्षु लकारेषु रूपाणि कानि कानि सन्ति इति अस्माभिः दृष्टं कानि सन्ति इति दृष्टम् इदानीम् अग्रे गच्छामः इदानीमस्ति चीधातु परस्मैपदी चीधातु परस्मैपदी चीधातु अस्ति अजन्त जी नास्ति जी ची एव खलु ची ची च इ ची अजादि अजन्त चीधातु अजादि अजादिधातु परस्मैपदी अस्ति तर्हि चीधातु कृते रूपाणि कानि सन्ति इति वयं पश्यामः अग्रे अरुणा महोदय चीधातु लट् लकारे वदतु आं महोदय क्षमता परस्मैपदी चीधातु परस्मैपदी चीधातु अजन्तधातु अस्ति प्रत्ययः ति तः अन्ति सि तदनन्तरं स्वचि योगः तिप् तिप् इति अजन्त हलन्त पित् सिद्धतिङ् प्रत्ययाः स्वीकुर्वन्तु मूलतिङ् प्रत्ययः मा स्वीकुर्वन्तु सिद्धतिङ् प्रत्ययाः के के सन्ति ति एव ति योगः ति इति अजादि पित् प्रत्ययः अस्ति ततः पूर्वं कर्तृशप् आगच्छति चि प्लस् नु प्लस् ति चिनु अङ्गं एकनिमिषः कर्तृशप् अस्ति वा किं महोदय नु इति प्रत्ययः केन सूत्रेण आगच्छति कर्तृशप् तदनन्तरं स्वादिभ्यो स्नु इति सूत्रेण तदनन्तरं चिन्नु योगः ति ति पित् अस्ति गुण उ ओ बिभति चिन्नोति इति रूपं निष्पन्नं भवति चिनु योगः तः चिनु योग चिनु योगः तः चिनु तः इति हलादि अपित् अस्ति ततः नो गुणः भवति किन्निता इति सूत्रेण नित् अस्ति किति सर्वदातकम् अपित् नित्ति तत्सूत्रेण गुणनिषेधः चिनुतः इति रूपं भवति चिनु प्लस् अन्ति चिनु प्लस् अन्ति अद् अन्ति अपि अजादि अपित् अस्ति अत्र सार्वधातुकार्धातुकप्रत्यय प्रपाद्य अचिष्णुधातु ब्रुवाम् अचिष्णुधातु ब्रुवां युवो युयोङ् युवाङ्गो इति सूत्रेण एकनिमिषम् अत्र अत्र भवती एव वदतु अस्मिन् स्थित्यां केषां केषां सूत्राणां प्रसक्तिः भवति प्रथमम् एको एको अनेचि सूत्रं प्रथमम् आगति तदि उत्सर्गसूत्रम् अस्ति ततः तदन् तद् प्रबाद्य सार्वधातुक आर्धधातुकयोः इति सूत्रेण इकवर्णस्य गुणः भवति तदपि न भवति तदर्थः अपि अचिष्णुधातु ब्रुवं यवो यङ्गु वाङ्गौ इति सूत्रेण उकारस्थाने उवङ्ग् आगच्छति चिनु चिन्वन्ति इति रूपम् अन्ये अपि प्रश्नसूत्रमस्ति खलु अत्र चिनु मध्ये असंयोगपूर्वः उकारः अस्ति खलु असंयोगपूर्वक अस्ति तर्हि असंयोगपूर्वः उकारः अस्ति चेत् किं सूत्रमस्ति उष्णुवोः सार्वधातु अचिष्णुधातु उष्णुवोः सार्वधातुकी खलु सूत्रेण तर्हि अत्र अचिष्णुधातुभ्रुवाम् उष्णुवोः सार्वधातुके उभयोः सूत्रयोः प्रसक्तिः भवति परन्तु चिनु मध्ये उकारः असंयोगपूर्वः अस्ति खलु असंयोगपूर्वकः अस्ति अतः अपवादेन किं सूत्रं कार्यं करोति अपवादरूपेण कुष्णुवः सरस्वती इति सूत्रं कार्यं करोति खलु महोदय? पुनः वदतु महोदय, अजिष्णुधातु एकनिमिषं, चिनु योगः अन्ति अन्ति मध्ये अचिष्णुधातु भ्रुवां युवोर्यम् उवङ्गौ अपि च कुष्णुवोः सार्वधातुके उभयोः सूत्रयोः प्रसक्तिः अस्ति महोदय, यतोहि चिनु मध्ये यत् उकारः अस्ति, यः उकारः अस्ति सः असंयोगपूर्वः अस्ति खलु? आं महोदय, अतः असंयोगपूर्वः उकारः अस्ति, अतः अपवादत्वेन कुष्णुवोः सार्वधातुके इति सूत्रं कार्यं करोति, अवगच्छति वा? उष्णुवो सार्वधातुके इति सूत्रं किं वदति? उकारस्य स्थाने किम् आगच्छति? यण् आदेशः भवति, अतः वकारः भवति, अतः चिन्वन्ति इति रूपं निष्पन्नं भवति। अचिष्णुधातु भ्रुवाम् इति सूत्रं यदि कार्यं कार्यं करोति स्म तर्हि रूपं भवति चिनुवन्ति, सम्यक् नास्ति, अत्र उष्णुवो सार्वधातुके इति सूत्रेण वकारः एव भवति, शक्कृते अस्ति शक्नुवन्ति, परन्तु चिनु कृते अस्ति चिन्वन्ति, चिन्वन्ति भवति। अचिष्णुधातु प्रबाद्य उष्णोः सार्वधातुके कार्यं करोति, धन्यवादः, स्पष्टं भवति, स्पष्टं भवति। चिनु योगः अस्ति हलादि स्थित् अस्ति, गुणः भवति चिनोषि, षत्वं भवति केन सूत्रेण उपदेश आदेशप्रत्ययोः सूत्रेण चिनोषि इति रूपं निष्पन्नं भवति। तदनन्तरं चिनु योगः सः हलादि अपित् अस्ति, कार्यं गुणकार्यं नास्ति, चिनुतः चिनुथा चिनु योगः मे अपि हलादि अपि पित् अस्ति, सो चिनु चिनु प्लस् चिनोमि रूपं, चिनु प्लस् वः अत्र अन्यसूत्रम् अस्ति, मध्ये किं विशेषकार्यमस्ति? विशेषकार्यं तदेव अन्यतरस्यां लोपस्य अन्यतरस्याम् एकमस्ति, एकं तु सामान्यमस्ति। अरुणा महोदय, लोपश्चान्यतरस्यां लोपश्चास्य अन्यतरस्यां भोः या लोपश्च लोपश्चास्य अन्यतरस्यां भोः इति सूत्रेण सूत्रं प्रथमं तु वदतु, सूत्रं किं वदति? असंयोगपूर्वस्य प्रत्यय अवयव उकारस्य विकल्पेन लोपो भवति वकारमकारादौ प्रत्ययपरे। तर्हि अत्र पश्यतु, अत्र यत् उकारः अस्ति चिनु मध्ये तत् प्रत्ययस्य अवयवः अस्ति वा? किं महोदय, चिनु अत्र उकारः यत् अस्ति सः उकारः प्रत्ययस्य अवयवः अस्ति वा? आं महोदय, कः प्रत्ययः? अस्नु प्रत्ययः सकारलोपनु एव तदेव विकरणप्रत्यय। तर्हि अत्र उकारः अस्ति तत् असंयोगपूर्वः अस्ति वा? संयोग न असंयोग पूर्वं वर्णः संयोगवर्णः अस्ति, ततः उकारविकल्पेन एकरूपं विकल्परूपं चिनुवः चिन्वः रूपद्वयं भवति, तदेव चिनुमः चिन्मः बहुवचनरूपं भवति, रूपद्वयमस्ति, चिनुवः नो चेत् चिन्वः, चिनुमः नो चेत् चिन्मः। शक्नु तत्र महोदय वदतु, शक् धातु कृते अस्य सूत्रस्य प्रसक्तिः नास्ति, किमर्थम्? संयोगवर्ण शक्नु ओकारपूर्वं संयोगपूर्व वर्णः अस्ति, तत् एव लोपः न भवति। सम्यक्, अस्तु, तर्हि चि धातु कृते विभिन्नभिन्न भिन्नानि कार्याणि सन्ति। अस्तु, अग्रे सुमन् महोदय लोट् लकार धन्यवादः नमस्ते महोदय श्रूयते किम् आम् लोट् लकारः भवति अस्तु तत्र लोट्लकारे सिद्धप्रत्ययः तु तात् ताम् अन्तु हि तात् तं त आनि आव आम एतानि सन्ति अत्र चिन्नु योग तु भवति तत्र पित् अस्ति अतः गुणकार्यं भवति चिनो क्षम्यतां चिनोतु भवति अनन्तरं वर्णमेलनमेव उकारस्य गुणः भवति सार्वधातुक आर्धधातुकयोः सूत्रेण चिनो भवति चिनोतु वर्णमेलनम् एव भवति तात् अपित् अस्ति अतः चिनु तात् वर्णमेलनम् एव अग्रिमम् अस्ति ताम् तत् अपित् अस्ति हलादि अस्ति किमपि कार्यं नास्ति वर्णमेलनम् एव चिनुताम् अनन्तरं अन्तु अस्ति प्रत्यय तत् अपित् अस्ति अत्र चिनु अङ्गे असंयोग उकारस्य पूर्व असंयोगवर्ण अस्ति इत्युक्ते नकार अतः हुष्णु वोः सार्वधातुके इति कार्यं करोति न तु अचि श्नु धातु भ्रुवाङ् युवो इयङ् उवङ् इवङ्ग क्षम्यतां तत् न कार्यं न करोति हुष्णुवो सार्वधातुके कार्यं करोति चिनु उकारस्य स्थाने वकार आदेशः भवति चिन्वन्तु भवति अग्रे पुनः चिनुतात् भवति अत्र हि न भवति तस्य लोपः भवति इदानीं विस्मृतवती महोदय श्लोकः कः श्लोकः नास्ति श्लोकः नास्ति सूत्रं न न लोपः भवति शेर्यपिच्च शेर्यपिच्च इति सूत्रं वदति हि अपित् अस्ति परन्तु हे लोपः केन सूत्रेण भवति उतश्च प्रत्ययात् असंयोगपूर्वात् ओ अस्तु क्षम्यताम् अस्तु उतश्च प्रत्ययात् असंयोगपूर्वात् सूत्रं किं वदति असंयोगपूर्व यदि प्रत्ययस्य अवयव उकारः अस्ति तस्मात् प्राक् संयोगः नास्ति तर्हि हि तस्य लुप् भवति क्षम्यतां तत् न अहं श्लोकः न उक्तवान् लोपः उक्तवती लोपः उक्तवती किं केन सूत्रेण भवति इति विस्मृतवती अस्तु आम् चिनु इति रूपं भवति नो चेत् चिनुता अस्तु अग्रे वर्णमेलनम् एव चिनु योगतम् अपित् हलादि अस्ति चिनु योग त चिनुत इदानीम् आनि अस्ति तत्र पुनः असंयोगवर्ण अस्ति अतः इदानीं उकारस्य स्थाने पुनः यण् आदेशः भवति विकल्पे विकल्पे ओ क्षम्यताम् आनि पित् अस्ति अतः अत्र गुणकार्यं भवति चिनो योग आनि चिन् वा चिन्वानि भवति एकं चिन्वानि वा चिनवानि चिनवानि चिनो चिनव् भवति चिनव् योग आनि चिनवानि अग्रे इदानीं तु लोट् लकार अस्ति क्षम्यताम् अतः इदानीं तु उत्तमाश्च सूत्रेण सर्वे पित् सन्ति अतः चिनवाव चिनवाम आड् उत्तमस्य पिच् इति सूत्रेण सर्वे चिनवाणि चिनवाव चिनवाम अस्तु धन्यवादः महोदय अग्रे नो चेत् तत्र यण् आदेशः भवति खलु अकारस्य नो चेत् किमपि नास्ति अग्रे लङ् लकारः मीना महोदय मीना महोदय चिन् चिन् दातु स्नु विकल्पप्रत्ययः इत् अस्ति तिप् प्रत्ययः इत् ताम् अन्येषु तं त अं वम इत् पित् अस्ति लङ् लङ् विकल्पप्रत्ययस्य सूत्रस्य इदानीमेव उक्तवती लङ्दातः इति सूत्रेण अडागमः मीना महोदय एकनिमिषः विजया महोदय भवती सर्वेषां कृते एकवारं सूत्रं वदतु केन सूत्रेण अकारः भवति विजया महोदय लङ् लृङ्क्षु अडुदातः इति अस्ति तर्हि अतः लङ् अस्ति अतः अडुदात्तः भवति अस्तु अडुदातः इति भवति करोतु अचि नु इत् अच पित् अस्ति तस्मात् गुण सार्वदातक आर्धदातकयोः इति सूत्रेण गुणः भवति अचिनोत् इति अन्तिमरूपं तदनन्तरं चिनु किं वदति अचिनोत् खलु अचिनोत् तत्र वस्तुतः अचिनोत् सम्यक् अस्ति तत्र किं किं भवति अचिनोत् इति रूपं सम्यक् अस्ति तत्र गुणः भवति अस्ति अचिनोत् सम्यक् अस्ति परन्तु अत्र अत्र किं मम प्रश्नः अस्ति अचिनोत् इति तस्य अग्रे अपि कार्यमस्ति कोऽपि वक्तुं शक्नोति वा अहं शक् कृते विस्मरामि परन्तु तदा अहं विस्मृतवान् परन्तु शक् मध्ये अपि अशक्नोत् अचिनोत् इति अस्ति सम्यक् अस्ति तस्मात् अग्रे अपि कार्याणि सन्ति कोऽपि वक्तुं शक्नोति वा हल् सन्धिकार्यमस्ति जानाति वा कोऽपि जि तत्र सार्वधातुक आर्धधातुकयोः गुणः भवति पित् अस्ति अतः उकारस्य स्थाने ओकारः आगच्छति अनन्तरं किम् अस्ति तदेव अहं पृच्छामि अशक्नोत् अचिनोत् इति रूपं सम्यक् अस्ति परन्तु इदानीमपि कार्यं समाप्तं नास्ति अग्रे अपि हल् सन्धिकार्यम् अस्ति इति कोऽपि जानाति वा जलाञ्जसोऽन्ते इति सूत्रं किं वदति कोऽपि वदतु पदान्ते झल् वर्णः अस्ति चेत् अतः तकारस्य स्थाने किं भवति? मीना महोदय वदतु. दकारं भवति. तर्हि इदानीम् अचिनोद् अचिनोद् विकल्पेन भवत्या महोदय विकल्पेन विकल्पेन नास्ति. न न झलां जशोऽन्ते इति सूत्रं नित्यसूत्रमस्ति. अतः तकारस्य स्थाने दकारः भवति एव. अनन्तरं अवसाने कार्यं कर्तुं शक्नोति खलु? हा, तर्हि एकनिमिष क्रमेण गच्छामः. अशक्नोत् इति अस्ति. इदानीं झलां पूर्वत्र सिद्धम् इति अधिकारे अस्ति खलु, अतः क्रमेण गच्छामः. पूर्वत्र सिद्धम् इति अधिकारे झलां दशवन्ते इति पूर्वसूत्रमस्ति. अतः तत्र झलां दशवन्ते पूर्वसूत्रेण तकारस्थाने दकारः भवति. तर्हि अशक्नोद् अचिनोद्. इदानीम् अग्रे किमपि सूत्रं कार्यं कर्तुं शक्नोति वा? छत्वम् स्थाने आगच्छति. वा अवसाने इति सूत्रं वदति यत् वर्णानाम् अवसानम् अस्ति चेत् पदान्ते वर्णानाम् अवसानम् अस्ति चेत् तत्र झल् वर्णस्य स्थाने चर् वर्णः भवति. चर् इति किम् अस्ति? प्रथमवर्णः. तर्हि रूपद्वयं भवति, अचिनोद् अथवा अचिनोत्. अचिनोद् अचिनोत् तथैव अशक्नोद् अशक्नोत् इति रूपद्वयम् अस्ति. स्मरणार्थं बहु धन्यवादः. आम्, अहमपि तत्र शक् मध्ये विस्मृतवान्. इदानीम् अहं स्मरामि तत्र शक् मध्ये अपि तथैव अस्ति अशक्नोत् अशक्नोद्. चिन् मध्ये अपि तथैव अस्ति अचिनोद् अचिनोत्. रूपद्वयं सर्वदा सर्वदा. अपि च वयं कदापि न वदामः, परन्तु सर्वदा पठ् धातु कृते अपि अपठत् अपठद् रूपद्वयमस्ति. तत्र सामान्यतः वयं केवलम् अपठत् अलिखत् इत्येतदेव वदामः, परन्तु वस्तुतः सर्वत्र तत्र रूपद्वयमस्ति अपठत् अपठद् अलिखत् अलिखद् इति. तत्र मुख्य इति किमपि नास्ति. अलिखत् अपि अस्ति, यतः जनाः न वदन्ति अलिखत्, परन्तु वस्तुतः रूपद्वयमस्ति इति मनसि भवतु. अस्तु, अग्रे ताम् मीना महोदय. ताम् अत्र तां तं तत् भवति तस्मात् चिनुताम् एव अचिनुताम् अचिनु अन् वा भवति अचिन् अचिन्वन् भवति अचिनु अचिनु अन् अत्र किं दातु प्रतिसूत्रं किम् अहं कृतवती? उष्णु वो सावधातुकयो हूष्णु हूष्णुवोः सावधातुकयो इति एव सूत्रं हूष्णु तत्र दातु. एतत् कार्यं प्रबाद्य एव अचिष्णु अचिष्णु धातु ब्रुवान् युव इवमिव प्रभात्य हूष्णुवोः सार्वधातुके इति सूत्रं तत्र भवति. तत्र अयन् यन् अपि पुनरपि आगच्छति परन्तु किमर्थम् अचिष्णु धातु ध्रुवां प्रबाध्य उष्णुः कार्यं करोति पुनः वदतु असंयोगपूर्वत्व अनेकाचः उष्णोः असंयोगपूर्वस्य ओः अङ्गस्य यन् अचीसावदाति असंयोगपूर्वतादिति कारणेन उष्णोः सावदातिके इति सूत्रं भवति तत्र तस्मात् यन् पुनरपि आगच्छति चीनु अचिनु अन् अचिनु अचिन्वन् यकारः भवति वकारः भवति सिप् अचिनु इस् भवति तत्र पित् भवति तस्मात् सार्वधातुकाब्दजातकयोः इति सूत्रेण गुणः भवति अचिनु इस् तत्र किं किं सूत्रं सूत्रं न जानामि विस्कृतवती महोदय ससजश ऋषो रुः इति करवस करवस तत्र प्रथमम् उकारस्य इत् भवति उपदेशाज अनुनासिके इति सूत्रेण अनन्तरं रेपः एव तिष्ठति रेपस्य स्थाने करावसनयोर्विसर्जनीयः विसर्गः भवति अर्जुनोः अचिनु तं त अपि भवति तस्मात् अचिनु तम् अचिनुत अचिनु अम् इति पित् भवति पुनरपि पित् अचिनु अचिनु अचिनु अम् अचिनु वम् मीना महोदय भवती एव वदतु अचिनो योगः अम् इदानीम् अग्रे सन्धिकार्यं करोतु अचिनो योगः अम् अचिनु अचिनुवम् अचिनुवम् अचिनो योगः अम् अत्र सन्धिकार्यम् एच अवयावः अस्ति खलु अचिनु अचिनावम् अचिनावम् अचिनवम् अचिनवम् अचिनवम् अचिनवम् अचिनवम् वम अपि तस्ति अचिनव अचिनम उकारः कुत्र गच्छति अचिनु अचिनु अचिनुव अचिनुम लोपः अन्यतरस्य अचिन्व अचिन्व और् अचिनुव अचिन्म और् अचिन् अचिनुम किमर्थं सूत्रं किं किमर्थम् अत्र कार्यं करोति लोपश्चास्य अन्यतरस्य विजयमहोदय मीनामहोदयं मीनामहोदय वदति लोपश्च अन्यतरस्यां वोः मकारमकारयोः इति सूत्रं किं वदति असंयोगपूर्वप्रत्ययस्य उतः अङ्गस्य लोपः च मोः अन्यतरस्यां भवती वदतु लौकिकभाषायां यत्र असंयोगपूर्वमस्ति चीनु अस्ति तत्र ओकारस्य अङ्गस्य मकारवकारयोः मकारवकारयोः लोपः भवति मकारवकारयोः अस्य लोपः भवति मकारवकारस्य नो उकारस्य मकारवकारपरे उकारः लोपः भवति विकल्पेन विकल्पेन तर्हि अत्र रूपद्वयं भवति अचिनुव नो चेत् अचिन्व अचिन्व अचिनुव अचिन्म अचिनुम अचिनुम अचिन्म रूपद्वयमस्ति अस्तु धन्यवादः अग्रे विजया महोदय विधिलिङ्गलकारः विजय आं जि तत्र विधिलिङ्गरूपं यात् यातां युः याः यातं यात यां याव याम इति सिद्धतिङ् प्रत्ययः सन्ति. तत्र हलादि अस्ति, अतः तत्र सर्वत्र चिनुयात् चिनु चिनु सिद्धरूपेण अस्ति खलु जि. तत्र चिनु इति धातुः अस्ति, अनन्तरं यात् वर्णमेलनमेव. चिनुयात् चिनुयातां सर्वत्र चिनुयुः चिनुयाः चिनुयातं चिनुयात चिनुयाम चिनुयां चिनुयाव चिनुयाम इति सर्वत्र वर्णमेलनमेव. प्रत्ययः अपित् सन्ति वा अपित् सन्ति? प्रत्ययः अपित् अस्ति, नित् अस्ति, अतः गुणकार्यं नास्ति, गुणनिषेधः सर्वत्र. सर्वत्र वर्णमेलनमेव. अस्तु, धन्यवादः महोदय. अग्रे इदानीं ची धातु कृते रूपाणि निर्मीयन्ते. प्रश्नः अस्ति वा? कस्यापि प्रश्नः अस्ति वा? अस्तु, तर्हि इदानीं ची धातु अभवत्, शक् धातु अभवत्. इदानीम् अग्रे गच्छामः अश् धातु. अश् धातु अस्ति हलन्तधातुः आत्मनेपदी. अश् धातु हलन्तधातु अस्ति आत्मनेपदी. तर्हि अश् धातु हलन्तधातु अस्ति आत्मनेपदी. इदानीं विजि महोदय करोतु लट् लकार. अश् धातु आत्मनेपदी. आत्मनेपदी कष्टम्? ओके, कोऽपि कष्टं किमपि कष्टं नास्ति. सूत्राणि वयं सर्वे जानीमः, अतः सरलमेव अस्ति. अश्नु प्रथमम् अश्नु अश्नु हा अश्नु इति कार्य अङ्गम् अस्ति इति तु जानाति खलु. अश्नु स्वादिभ्य स्नुः इति सूत्रेण अश्नु. तदनन्तरं प्रथमपुरुष लट्लकारे ति इति आत्मनेपदी अस्ति महोदय. अय्यो तिया ओके आत्मने आत्मनेपदी प्रत्ययः कति सन्ति? ये सिद्धप्रत्ययः ते आते अते से आते द्वे ये बहे महे इति. करोतु महोदय. करोतु अश्नु योगः ते. अश्नु ते वर्णमेलनम् गुणकार्यं नास्ति वा? आम् अस्ति. पित् पित् अस्ति एव भगिनि. नास्ति अस्ति वा नास्ति वा? अस्ति पित् अस्ति किल. अस्ति वा? नास्ति. मूलप्रत्यय एव अपित् अस्ति खलु. तर्हि अपित् अस्ति चेत् किं भवति? गुणकार्यनिषेधं. गुणकार्यं नास्ति. गुणकार्यं नास्ति, अतः किं भवति रूपं? वर्णमेलनम् एव. अश्नुते अश्नुते खलु. अश्नुते न वा? अश्नुते. आं सम्यक्. अग्रे अश्नुयोगः आते. एतस्मि पित् नास्ति, अपित्येव गुणनिषेधः. अश्नुयोगः आते. अश्नुयोगः आते अश्नुवाते. किम् अश्नु किम् ध्वनि न्यूना भवति महोदय. अश्नु योगः आते. अत्र यण् सन्धि किल? न, यण् सन्धि नास्ति. सूत्रं किमस्ति? इकोयणचि. इकोयणचि तु अस्ति, परन्तु तत् प्रभाद्य किं कार्यं करोति? अचिष्णु अचिष्णु धातु अचिष्णु धातु ब्रुवां युवोर्यङ्गौ इति. महोदय सूत्रं किमर्थं कार्यं करोति? इकोरणचि किमर्थं कार्यं न करोति भवती वदतु. अस्तु अत्र सर्वत्र अश्नुयोगः आते इदानीम् अस्मिन् अवस्था अस्याम् अवस्थायां कस्य कस्य सूत्रस्य प्रसक्तिः अस्ति एकवारं वदतु. श्नुदातु ब्रुवां यो प्रथमं तु सर्वदा इकोयणचि प्रथमं तु सर्वदा इकोयणचि तस्य प्रसक्तिः भवति तत्र सर्वसामान्यसूत्रमस्ति. तदनन्तरं किं भवति अचि स्नुदातु ब्रुवां योरिवङ् वङौ तदनन्तरं हूस्नुवो सार्वधातुके तदनन्तरम् इत्येव महोदय. तर्हि अत्र हूष्णुवोः सार्वधातुके प्रसक्तिः अस्ति वा नास्ति किमर्थम् इति चेत् असंयोगवर्णः अस्ति चेत् केवलं हू एतत् सूत्रस्य प्रसक्तिः अस्ति. तर्हि अत्र अश्नु मध्ये असंयोगपूर्वः अस्ति वा संयोगपूर्वः अस्ति वा? संयोगपूर्वः अश्नु इति. अतः अचिष्णु धातु ब्रुवां योरिवङ्गौ इत्यस्य प्रसक्तिः अस्ति. तर्हि अचिष्णुधातु ब्रुवां युवोर्यङ् उवङ्गौ इति सूत्रस्य प्रसक्तिः अस्ति. अतः उकारस्य स्थाने किम् आगच्छति? अतः रूपं किं वदति? अश्नुवाते. सम्यक् अश्नुवाते अश्नुवाते महोदय. अग्रे तदनन्तरम् अश्नुवते एतत् कार्यमेव किल अश्नुवते तदनन्तरं अश्नुते अश्नुवाते अश्नुवते अश्नुवते आम् अग्रे तदनन्तरं मध्यपुरुष मध्यमपुरुष एकवचनं से इति अश्नु अश्नु से वर्णमेलनमेव. किं किम् अश्नु अश्नु से तदग्रे विधिमहोदय मिजिमहोदय एव चिन्तयति अश्नु से इति समाप्तं वा कार्यम्? किमपि अन्य सन्धिकार्यं हल् हल् सन्धिकार्यं किमपि अस्ति वा? चिन्तयतु. अश्नुषे इति किमर्थम्? आदेशपूर्व इति सूत्रं किल आदेशप्रत्ययोः इति सूत्रं किं वदति? केवलं सूत्रं ज्ञात्वा पर्याप्तं नास्ति खलु. यन् कवर्गः तदनन्तरं सकारः अस्ति चेत् मूर्धन्यसकारः आगच्छति. तर्हि अत्र अश्नुयोगः से मध्ये उकारः इण् प्रत्याहारे अस्ति तर्हि अत्र उकारः यत् अस्ति अश्नु से मध्ये उकारः इन् प्रत्याहारे अस्ति खलु? आम् महोदय. ई ऊर् लण् इति पर्यन्तम् अतः स्थाने षत्वं भवति सकारः. रूपं किम् अश्नुषे इति अश्नुषे तदनन्तरम् अश्नुवाते अश्नु एव तदनन्तरं तत्रापि वर्णमेलनम् एव महोदय. अश्नुद्वे अश्नुद्वे अश्नुद्वे अश्नुद्वे तदनन्तरं मध्यम उत्तमपुरुष एकवचनं ये इति अश्नु योगः ये अश्नु योगः ये अत्रापि वर्णमेलनमेव महोदय. एकारः अस्ति अश्नु अचि अचि प्रथमं तु वदतु ए पित् अस्ति वा अपित् अस्ति वा? ए आड् उत्तमस्य पुच्छ इति सूत्रं वदति किल महोदय. अत्र लट् लकारः अस्ति आरुत्तमस्य पिच लोट् अत्र अत्र अपित् अपित् अस्ति अतः कस्य कस्य सूत्रस्य कार्यं भवति गुणनिषेधकमस्ति तदनन्तरं अत्रापि अश्नु अचिष्णु धातु ब्रुवां योरिवङ्गौ इति सूत्रस्य प्रसक्तिः अस्ति अतः अश्नु योगः ये उकारस्य उ इति भवति अश्नु उव अश्नु अश्नु वै उव अश्नुवे महोदय अश्नुयोग सम्यक् अश्नुयोगः अत्र अतिष्णु धातु ब्रुवां युवोर्यङ् उवङ्गौ इति सूत्रेण उकारस्य स्थाने उव आगच्छति अश्नुवे अश्नुवे तदनन्तरं सर्वे सर्वे अवगच्छन्ति वा सर्वे अवगच्छन्ति वा आं जि तर्हि अश्नुवे अग्रे तदनन्तरं अश्नुयोगः वहे अत्रापि अश्नुवहे अथवा अश्नुवहे अत्र उकारस्य लोपः भवति किल विकल्पेन किमर्थं लोपः भवति न वा लोपः तत्र लोपः यद्भवति तस्य निमित्तं किमस्ति संयोग असंयोगपूर्वक अस्ति चेत् अश्नु अश्नुवके वर्णमेलनम् एव महोदय केवलं वर्णमेलनम् अश्नुवके अश्नुमहे इति सम्यक् धन्यवादः अश्नुमहे अत्र विकल्पेन उकारस्य लोपः न भवति यतोहि अत्र संयोगपूर्वः अस्ति भवानेव वदति भवती सम्यक् करोति अस्तु धन्यवादः धन्यवादः अग्रे रघुपतिमहोदय लोट् लकारः अष्ट आं महोदय अश्नु ताम् आताम् आताम् आताम् अतां स्व आतां द्वम् ऐ आवहे आमहे अत्र प्रथमं तु अश्नु अश्नुयोगः ताम् अस्ति अपित् अस्ति वर्णमेलम् अश्नुताम् इति भवति अश्नुयोग आताम् अपित् अस्ति अतिष्णु धातुभ्रुवा यङ्वङ् इति येङ् उवङ् आदेशः भवति अश्नु अश्नुवाथाम् इति भवति किं पुनः वदतु अश्नु उवङ् अश्नुवाताम् अश्नुवाताम् इति अश्नुवाताम् अग्रे अश्नुवाताम् अश्नुवताम् इति बहुवचने अस्ति अश्नुवताम् इति अश्नुयोगस्व इति अस्ति अश्नुष्व इति भवति सकारस्य षत्वं भवति आदेशपत्रे इत्यनेन अश्नुष्व अत्रापि अपित् अस्ति अतः हलादि अस्ति अतः इदानीम् अश्नुयोग आथाम् इति अस्ति अत्र अचिष्णुधातु ब्रुवाम् इयं योः इयङ् उवङ् अस्ति अतः उवङ् ऊकारस्य उवङ् आदेशः भवति अश्नुवाथाम् इति भवति इदानीम् अश्नु अश्नुध्वम् इति अत्र किमपि कार्यं नास्ति इदानीम् अग्रे ऐ अस्ति अत्र आट् उत्तमस्य पिच इत्यनेन अत्र अस्ति अतः पित् अस्ति अतः अश्नुयोग ऐ अस्ति अश्नुयोग ऐ इदानीम् अव् आदेशः भवति एचोयव इत्यनेन अश्नवै इति भवति एकवारम् अश्नवै नास्ति खलु जि आटः एव वृद्धिकार्यं भवति खलु तत्र न आड् उत्तमस्य पिच् इति अस्ति खलु लोट् लकारे आत्मनेपदी अपि आड् उत्तमस्य पिच् इति सूत्रेण पित् भवति परन्तु तत्र हाट आटः च इति सूत्रं एव वृद्धिः भवति खलु लोट् लकार किं वदति आटः च इति सूत्रम् एव तत्र विरुद्धिः भवति खलु ऐ इति अस्ति किल खलु अश् योगः णव् अस्ति अनन्तरम् ऐ अस्ति अतः तदस्ति तद् भवति आटश्चैत्यनेन भवति इति इदानीं नास्ति खलु इदानीं तु वयं तद् अस्ति खलु इदानीम् ऐ अस्ति खलु तद् कृत्वा एव एकनिमेषः अस्तु सिद्धतिङ्ग् तिङ्ग् सिद्धतिङ्ग् प्रत्ययो ऐ अस्ति अस्तु यचो एव याभागः कार्यं करोति अस्तु जि ऐ मध्ये किं भवती वदति आटश्च आट् आटश्च वदति यत् आट् आगमः तदनन्तरम् अच् अस्ति चेत् वृद्धिः भवति अत्र तु ऐ यत् अस्ति तत्र एव आड् आगमः तत् तस्मिन् एव स्थितमस्ति खलु आमां सिद्धरूपेण सिद्धरूपेण अस्ति अस्तु जि सिद्धतिङ्गप्रत्यय मध्ये एव अस्ति तत्र इदानीं कार्यम् ऐचयवायावः एव अस्ति हा अस्तु महोदय वदतु हा एकवारं महोदय अश्नो योग ऐ अस्ति इदानीम् अश्नो योग ऐ अव् आदेश अश्न वै इति भवति अग्रे अश्नो योग आवहै इति अस्ति अत्रापि अश्नो योग आवहै अव् आदेश अश्नवावहै इति भवति इदानीम् अग्रे आमहे अत्रापि अश्नु इति अश्नो भवति यचो यवाहि प्रथमं तु गुणः भवति अङ्गस्य पित् अस्ति अतः अश्नो योग आमहे अनन्तरं सन्धिकार्यं यचयवः इति अव् आदेशः अतः अश्नवामहै इति भवति तर्हि सम्यक् तर्हि अश्नुयोगः ऐ अश्नवै अश्नवावहै अश्व अश्नवामहै सर्वत्र गुणकार्यं तदनन्तरम् एचयवायात् अस्तु धन्यवादः महोदय अग्रे अरुणा महोदय लङ्लकार कुत्र भवति ऐ न भवति कुत्रापि न भवति तत्र ऐ मध्ये भवति सिद्धतिङ् प्रत्ययस्य कार् मध्ये भवति अश्नुयोगः ऐ मध्ये न भवति एचयवयाव एव अस्ति अग्रे महोदय लङ्लकारे प्रथमं अश्नु योग ऐ एचोयवायव कथं नु योग ऐ भवति खलु गुणकार्यमपि अस्ति खलु ओ इदानीं प्रथम सोरि उत्तमपुरुषः अस्ति अश्नो योग ऐ अस्तु क्षम्यता लङ्लकारे प्रथमं लुङ् लङ् ऋङ् ष्वडात् ष्वाद्वृत्तातः सूत्रेण अडागम अष्टातु अदादि अस्ति ततः अडादिदे नाम आ दीर्घ आकारः आदेशः भवति केन सूत्रेण अडाजादीनाम् आडजादीनाम् इति सूत्रेण आडागम आगच्छति आयोगः अश्नु अश्नु आश्नु आश्नु इति अङ्गम् एकनिमिषः अश्नु मध्ये आड् अजादीनाम् इति सूत्रेण आकारः आगच्छति तदनन्तरम् आकारः योगः अकारः तस्य सन्धिकार्यं केन सूत्रेण भवति सवर्णदीर्घसन्धिसूत्रेण आटश्च इति सूत्रेण आट् आगमः तदनन्तरम् अच् इति अस्ति चेत् किं भवति दीर्घ आकारः दीर्घन वृद्धि वृद्धि भवति अतः अत्र सवर्णदीर्घसन्धि इति अस्ति अतः आकारः भवति इति न अपि तु आटश्च इति सूत्रेण अश्नु योगः सा इति प्रत्ययः अन्तिमरूपम् समानमेव यदि वृद्धिः भवति वा यदि आटश्च भवति वा अन्तिमरूपं समानमेव परन्तु कारणं सम्यक् नास्ति खलु तथैव अस्तु तथा करोतु तत्र इच् मध्ये किं भवति इष्ठातु मध्ये ऐच् तत्र ऐच् किमर्थं भवति तत्र गुणकार्यं किमर्थं नास्ति अतश्च एव अस्ति, अतः अतश्च एव कारणम् अस्ति. रूपं समानम् अस्ति चेदपि अतश्च एव कार्यम् अस्ति, सवर्णदीर्घ नास्ति. भ्रमः अस्ति, आ प्लस् भ्रमः भवति, तथैव मास्तु. जी तत्र, जी तत्र किम् उक्तवान्? आठः च इति वृद्धिकार्यं नास्ति, किम् उक्तवान् तत्र? न, अहं वदामि अत्र आठश्च इति सूत्रेण वृद्धिकार्यं भूत्वा आकारः अस्ति, न तु सवर्णदीर्घः इति सूत्रेण आकारः अस्ति. अस्तु जि, हा आश्नुयोगः त महोदय वदतु. आश्नुयोगः ताम् आताम् इति अजादि अपि आश्नु, आश्नुयोगः त रूपं किमस्ति? अश्नुत, अश्नुता, अश्नुत, अग्रे अश्नुता योगः अश्नुयोगः आताम्, आताम् इति अजादि अपित् अस्ति, ततः अचिष्णुधातु पूर्वम् सूत्रेण अवागत् अर्थस्थानेन अवागच्छति. आश्नुवाताम् आश्नुवाताम् आश्नुवा आश्नुयोगः अतः तत्रापि अजादि अपि अस्ति, अवागम आगच्छति. आश्नुवात आश्नुवत् अश्नुवत् आश्नुवत् आश्नुवत् अश्नु योगः ताः वर्णमेलनमेव अश्नुताः अश्नु आथाम् अत्र आदि अस्ति अव् आगे आदेशः भवति अश्नुवाथाम् अश्नुवाथाम् अश्नुयोगद्वं केवलं वर्णमेलनः अश्नु अश्नुद्वम् अश्नु तदेव अश्नु प्लस् ई करणीयम् अश्नुवहि अश्नुयोगः ई किं भवति? उस्थाने उकारस्थाने अव् आगच्छति न महोदय, अव् नास्ति उ अस्ति. अचिष्णुधातुसूत्रेण अवङ् आदेशः भवति. आश्नु योगः किं रूपं वदतु? अचिष्णु धातु ब्रुवां युवो रियो युवं वाङ्गौ तेन रूपं. अन्तिमरूपं किमस्ति? आश्नुवहि महोदय, प्रथम एकवचने वदतु. आश्नुयोगः ई मध्ये अन्तिमरूपं किम् अस्ति? अश्नुवि अश्नु योगः वहि अश्नुवहि अश्नुमहि. सम्यक्. एकः प्रश्नः जि, तत्र आटः च इति सूत्रं सूत्रार्थः किम् अस्ति चेत् आट् अगमात् अचिवर्णे परे उभयोः एकः वृद्धिः एकादेशः भवति इति सूत्रस्य अर्थः अर्थम् अस्ति. परन्तु भवान् उक्तवान् दीर्घः एव भवति इति. न, अहं न उक्तवान्, अहं वदामि दीर्घः नास्ति, वृद्धिः अस्ति. परन्तु आटः इति सूत्रस्य कार्यं निश्चयेन वृद्धिः एव. अहं वृद्धिः एव वदामि, अहं वदामि अत्र आटश्च अत्र आयोगः अ यत् अस्ति आश्नु मध्ये, तत्र अकः सवर्णः दीर्घः इति सूत्रेण दीर्घः नास्ति, आटश्च इति सूत्रेण वृद्धिः अस्ति. यद्यपि उभयत्र अन्तिमरूपे आ एव आगच्छति, परन्तु तत् आकारस्य कारणं वृद्धिः अस्ति, न तु दीर्घम्. अस्तु, तदा वदामि. अग्रे सुमन् महोदय, विधिलिङ्गलकार करोतु. अस्तु महोदय, विधिलिङ्ग लकार सिद्धतिं प्रत्यय सन्ति ईट् इयातां ईरन् ईथाः इयाथाम् ईध्वम् ईय ईवहि ईमहि. इदानीम् अश् धातु हलन्तधातु अस्ति, अपि च इदानीं तु सर्वे सर्वेषु प्रत्यय सर्वे प्रत्ययाः अजादयः सन्ति. ईकारस्य ईकार अस्ति आदौ, अतः सर्वे अज् आदयः प्रत्ययाः सन्ति. अतः अत्र सर्वस्मिन् स्थाने अचि श्नु धातु भ्रुवां युवोर् यङ् उवङ्गौ कार्यं करोति एव. अतः इदानीम् अपि च हलन्तधातु अस्ति, अतः इदानीं संयोग एव भवति उकारस्य पूर्वम्. अतः हुष्णो धातु इति तस्य प्रसक्तिः न भवति. अश्नु योग ईत् अस्ति, तत्र अश्नुव योग ईत् अश्नुवीत् भवति. तथा एव अश्नुवीयाताम् अश्नुवीरन् अश्नुवीथाः अश्नुवीयाथाम् अश्नुवीध्वम् अश्नुवीय अश्नु वीवहि अश्नुवीमहि. सम्यक्. सर्वत्र अचिष्णु धातु ब्रुवां युवयङ्गो इति सूत्रेण उ आगच्छति, तदनन्तरं वर्णमेव. अस्तु, इदानीम् अष्टधातु कृते रूपाणि भवन्ति. इदानीम् अन्तिमधातु अस्ति चीधातु. चीधातु उभयपदी अस्ति. इदानीं चीधातु आत्मनेपदीरूपं, चीधातु परस्मैपदीरूपम् अस्माभिः रूपाणि अस्माभिः द्रष्टानि. इदानीं चीधातु परस्मैपदी आत्मनेपदीरूपाणि वयं द्रक्ष्यामः. अस्तु, अग्रे मीना महोदय. चीधातु आत्मनेपदी लट् लकार. मीना महोदय नास्ति वा? अहम् अस्मि भगिनी, अन्म्यूट् करोमि. चीधातु ची आत्मनेपदं ची नु ते ते तिप् अस्ति तत्र, तस्मात् गुणः भवति. चिनु चिनुते किं गुणः भवति? गुणः न भवति, अपि तस्य अपि तस्य चिनुते चिनु चिनुते गुणः न भवति. चिनुते चिनुते चिनु आते चिन्वाते केन सूत्रेण? चिनु अचिष्णु युवङ्गौ इति सूत्रेण. न, तत्र संयोगः नास्ति खलु. अश्नु चिन्नु चिन् अहम् अहम् अहं न जानीतुं शक्नो न ज्ञातुं शक्नोमि. भवत्याः रूपं सम्यक् अस्ति परन्तु सूत्रं सम्यक् नास्ति. कथम्? अचिष्णु ब्रुवाम् इति सूत्रं कार्यं करोति वा अत्र? न कार्यं करोति अत्र, न कार्यं करोति. अचिष्णु धातु कार्यं न करोति करोति तत्र. किमर्थं? संयोगः नास्ति. अतः कः किं सूत्रं कार्यं करोति? उष्णु उष्णुवोः सार्वधातुके उष्णुः सार्वधातुके इति सूत्रेण सूत्रे किम् अस्ति तत्र? उकारस्य स्थाने किं उष्णुः उष्णुवोः सार्वधातुके यण् आदेशः. अतः रूपम् उकारस्थाने वकारः भवति. वकारः अस्ति चिन्वते चिन्वते समानकार्यं चिनुषे षत्वं किमर्थं भवति षत्वं किमर्थं भवति षत्वं सूत्रमस्ति तत्र आदेशप्रत्ययोः इति सूत्रेण चिनुषे चिन्वाते चिनुद्वे चिनु ए चिनवे चिनवे न चिन् चिन्वे चिन्वे किं चिनु ए अहं न जानामि भवती सूत्रम् उक्त्वा वदतु. अपि तस्ति चिनु ए चिनवे चिनवे केन सूत्रेण समानसूत्रम् उष्णु सार्वधातुके उष्णुः सार्वधातुके इति सूत्रेण उकारस्थाने किम् आगच्छति यणु यणु दृश्यते भवितुं शक्यं चिनवे चिनवे चिनवे अकारः कुतः आगच्छति उकारस्थाने वकारः भवति खलु चिन्वे चिन्वे चिन्वे अस्ति चिनवे नास्ति चिनवे नास्ति चिनु ए चिन्वे चिन्वे चिन्वे चिनुवहे चिनुमहे चिनुवहे चिनुमहे नो चेत् अचिन्वहे चिन्महे केन सूत्रेण अन्यतरस्यां लोपश्च अन्यतरस्यां वोः इति सूत्रेण उकारस्य असंयोगपूर्वः अस्ति चेत् अन्यतरस्यां वोः लोपः भवति लोपः भवति तर्हि चिनुवहे नो चेत् चिन्वहे चिनुमहे नो चेत् चिन्महे चिन्महे धन्यवादः महोदय. अग्रे विजि महोदय लोट्लकार महोदय सिद्धप्रत्यय अस्ति ताम् आताम् आताम् स आताम् द्वम् ये आवहे आमहे आवहे आमहे ऐ ऐ ऐ ऐ सरि सरि ऐ आवहै आमहै करोतु चिनुयोगः ताम् चिन्योगः ताम् अत्र अपित् अस्ति गुणकार्यं नास्ति महोदय तदनन्तरं चिन् चिनुयोगः ताम् चिनुयोगः ताम् किं भवति चिनुयोगः ताम् चिन्वताम् चिनुयोगः ताम् अलादि अस्ति खलु प्रत्यय चिनुयोगः ताम् गुणकार्यं नास्ति अतः रूपं किं भवति चिनुताम् चिनुताम् किमपि नास्ति वर्णमेलनं ओके वर्णमेलनम् एव चिन् अनन्तरं चिनुयोगः आताम् अत्रापि अचि ब्रुवो अचि स्नुधातु ब्रुवां योरिवङ् वङ् इति सूत्रप्रभात्य तदनन्तरं ह्युषु उष्णुवो सार्वधातुके इति सूत्रस्य प्रसक्तिः अस्ति अतः रूपं भवदीय आम् सम्यक् चिन्वातां चिन्वातां सम्यक् कार्यम् एव एन्नादेशः भवति चिन्वाताम् अग्रे तदनन्तरम् अग्रेपि चिन्वाताम् एव चिन्वतां सम्यक् मध्यपुरुष चिन्वातां मध्यपुरुषे एकवचनं स्व इति चिनु योगः स्व अत्रापि हूष्णुवो सारधातुके इति एव हूष्णुवो सर्वधातुके तस्य अचि परे अस्ति खलु अत्र अचि नास्ति अत्र चिन् चिनुष्व इति षत्वं किं केन सूत्रेण चिनुष्व षत्वं केन सूत्रेण आदेश आदेशप्रत्यये सम्यक् सकारस्य शकार आतां चिन्वाताम् एव तदनन्तरं चिन् चिनु चिनुद्वम् अत्रापि कोऽपि कार्यं नास्ति किल महोदय अग्रे चिनुद्वं उत्तमपुरुष ऐ इति चिनु योगः पित् अस्ति वा अपित् अस्ति पित् अतः गुणकार्यं गुणकार्यम् अस्ति चिनु चिनो योगः है ये च वयावः चिन्वाये ओकारस्य स्थाने किं भवति ओकारः स्थाने किं भवति ओकारस्थाने औ भवति अतः करोतु चिन्वै चिन्वै न चिनवै चिनवे चिनवै चिनवै आं महोदय तदनन्तरं अत्रापि चिनावहै चिनामहै चिना न चिनवावहै चिन आं महोदय चिनवावहै चिनवामहै चिनवावहै चिनवामहै चिनवामहै गुणकार्यं एचयवयावहै यचयाव आं महोदय अग्रे अत्र समापयित्वा अस्तु जि विजया महोदय लङ् जि जि बहु भूक् लगति है जि आम् अहं जानामि लङ् लकारं समापयतु झटिति गृहकार्यं जि एतत् न नास्ति झटिति भवती जानाति लङ् लकार समापयतु तत्र सर्वत्र लङ् लुङ् लङ् लृङ्षु इति अडुदातः इति सर्वत्र अकारः आगच्छति अनन्तरं चिनुत एव तत्र तकारः अस्ति वर्णमेलनमेव अचिनुत अचिनुत अग्रे अनन्तरम् अचिन् वार्ताम् अस्ति प्रथमपुरुष द्विवचनं तत्र विष्णोः सार्वधातुके इति कार्यं करोति अनन्तरं सर्वत्र लुङ् एव अस्ति लुङ् लङ् लुङ्षु इति कार्यम् अस्ति तत्र अचिन् वाताम् इति अस्ति आताम् इति अस्ति खलु तत्र विष्णुः सार्वधातुके इति सूत्रेण तत्र एनादेशः भवति अचिन् वाताम् इति अस्ति अनन्तरम् अचिन्वत अत्र अपि अकारः योजनं तत्र अपि विष्णोः सार्वधातुके इति कार्यं करोति अचिन्वत इति आगच्छति अनन्तरम् अचिनुताः इति मध्यमपुरुषे एकवचनम् अस्ति तत्र पूर्वं दृष्टवन्तः खलु ससृजुषो रुः इति सूत्रेण ऋतुम् आगच्छति अनन्तरम् उकारस्थाने इत् भवति करावसानयोर् विसर्जनीयः इति सूत्रेण ताः विसर्गः आगच्छति अचिनुताः इति अस्ति अनन्तरम् अचिन् वातां पूर्वमेव दृष्टवन्तः विष्णुः इति कार्यं करोति अचिन् वातां अनन्तरम् अचिन् वद् अचिनु द्व अचिनु द्वम् इति अस्ति द्वं तत्र वर्णमेलनं योजयित्वा अचिनु अचिनु द्वम् इति अस्ति अपित् अस्ति अत्र अनन्तरम् अनन्तरम् अचिन् वि इति अस्ति अचिन् वि तत्र अपि विष्णोः सार्वधातुके इति कार्यं करोति अनन्तरं सर्वत्र लुङ् आगच्छति अचिन् वि इति आगच्छति अनन्तरम् अचिन् वहि अचिन् रूपं द्वयमस्ति अत्र अचिन् वहि अचिनु अचिनु वहि इति अस्ति अनन्तरम् अचिनु महि चिन् महि इति अस्ति रूपद्वयं तत्र लोपश्च अन्यतरस्याम् इति एकः कार्यं करोति सर्वत्र लुङ् लङ् इति कार्यं करोति सार्वधातुकम् अपि तस्ति तर्हि लोपश्च अस्ति अन्यतरस्याम् इति सूत्रेण रूपद्वयं भवति सम्यक् बहु सम्यक् इदानीम् अन्तिम रघुपतिमहोदय समापयतु विधिलिङ्गकारः अस्ति इति यथामिरन् इता यथामित्वम् इय इवैहि महि अस्ति चिनु अस्ति खलु चिनु इदातु चिनु चिनु एव इता इति अस्ति अत्र विष्णु सर्वदातुक इत्यनेन इत्यस्य प्रसक्तिः सर्वत्र अस्ति अहं चिन्तयामि अस्तु अस्तु चिन् अस्तु चिन् अथवा यत् सर्वत्र एणसन्धिः भवति चिन्वीता चिन्वीयातां चिन्वीरन् चिन्वीताः चिन्वीयातां चिन्वी युद्धं चिन्वीय चिन्वीवहि चिन्वीमहि इति बहु सम्यक् तत्र सर्वत्र उष्णोसावर्तक इति सूत्रेण बकारादेशः भवति चिन्वीत चिन्वीयाताम् इति तर्हि इदानीं चतुर्षु चतुर्णां धातूनां कृते रूपाणि वयं जानीमः अतः स्वादिगणे ये धातवः सन्ति तेषां रूपाणि कथं भवन्ति इति वयं कर्तुं शक्नुमः इदानीं महान् उपलब्धिः अस्ति अस्तु इदानीं समयः समाप्तः अग्रिमरविवासरे स्वादिगणं समापयित्वा अग्रे गच्छामः अग्रेदिगणं अस्तु तर्हि धन्यवादः सर्वे धन्यवादः धन्यवादः।